गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। विद्याधरि इत्यस्मिन् न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं वयम् आत्मा इति द्रव्यस्य निरूपण अवसरे स्मः। तत्र ज्ञानाधिकरणम् आत्मा इति आत्मनः लक्षणं कृतम्। ज्ञानम् इति गुणः, तस्य अधिकरणं द्रव्यं भवति आत्मा इति। तत्र अधिकरणम् इति पदस्य प्रयोजनेन किं सूचितम् इति चेत्, समवायसम्बन्धेन। वयं तु जानीमः गुणः गुणिनि समवायसम्बन्धेन वर्तते इत्यतः ज्ञानाधिकरणम् आत्मा इति वदनेन तत्र समवायसम्बन्धः एव सूचितः, न तु कालिकसम्बन्धः, नो चेत् विषयतासम्बन्धः इति एतत् सर्वम् अस्माभिः अधीतम्। वयं तु जानीमः ज्ञानं तु कालिकासम्बन्धेन काले वर्तते, अपि च विषयतासम्बन्धेन विषये वर्तते इति वयं जानीमः। अतः कालः अपि च विषयः द्वयमपि ज्ञानस्य अधिकरणं भवितुम् अर्हति। अतः तत्र अतिव्याप्तिः भवति वा इति चिन्तयित्वा तत्र ग्रन्थकारेण उक्तं, तन्मास्तु, अत्र विवक्षा अस्ति, अधिकरणम् इत्यनेन तत्र समवायसम्बन्धः एव सूचितः, तदेव स्वीकर्तव्यम् इति। अपि च तत्र विषयता, यत्र विषयतासम्बन्धः आगच्छति तत्र वृत्तिनियामकत्वं वृत्ति अनियामकत्वम् इति तत्र द्वैविध्यम् अस्ति इति इत्यपि अस्माभिः अधीतं। तत्र गदाधरभट्टाचार्यमतानुसारं यत्र अधिकरणं यत्किमपि अधिकरणम् अस्ति तत्र आधार, तत्र सम्बन्धः केवलं सम्बन्धः इति नास्ति, किन्तु आधार आदेयभावः अपि अस्ति निश्चयेन। अतः तत्र वृत्तिनियामकत्वम् अस्ति इति गदाधरभट्टाचार्यमतं। किन्तु जगदीश अलङ्कारचार्यस्य मतमस्ति तत्र केवलं सम्बन्धः एव भवति इति। यत्र विषयः, तत्र विषयतासम्बन्धः वर्तते, तत्र केवलं सम्बन्धः एव अस्ति। यदा वयं वदामः ज्ञानं विषयतासम्बन्धेन विषये वर्तते इति वदामः, तत्र केवलं सम्बन्धः एव वर्तते, न तु आधारादेयभावः। तत्र भारं दास्यति, भारं वहति इति एतादृशचिन्तनं नास्ति, आधारादेयः अपि नास्ति इति तस्य मतमस्ति। अतः मूल तर्कसङ्ग्रहग्रन्थे तत्र ज्ञान अधिकरणम् आत्मा इति उक्तं, तत्र आधारादेयभावः सूचितः इति कृत्वा तत्र तर्कसङ्ग्रहकारस्य मतमस्ति भट्टाचार्यमतम् इति। अपि च तत्र सूचीकटाहन्यायेन तत्र आत्मनः द्वैविध्यम् उक्तं, जीवात्मा परमात्मा इति। तत्र प्रथमं परमात्मनः लक्षणम् एतत् सर्वं प्रतीत्य, अधीत्य तदनन्तरं जीवात्मनः विषये पश्येम इति कृत्वा तत्र ईश्वरं प्रथमं स्वीकृतं, तत्र अनुमानेन साधितं। कः तत्र कः तर्कः इति चेत्, यः कोऽपि कार्यं लोके भवतु तत्र चेतनस्य आवश्यकता अस्ति। अतः अत्र इदानीं सृष्टिः अपि कार्यम् इति वयं जानीमः। तत्र परमाणूनां मध्ये यदा संयोगजायते तदा एव पृथिव्यादि तत्र कार्यरूपपृथिव्यादि पञ्चकं चतुष्टयं लभ्यते इति कृत्वा तत्रापि कश्चन चेतनस्य आवश्यकता अस्ति। सः चेतनः एव ईश्वरः इति अस्माभिः अधीतम्। अपि च आत्मनः विशेषगुणाः नवगुणाः, तत्र बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः इत्युक्ते पुण्यम्, अधर्मः इत्युक्ते पापं, भावनाख्यसंस्कारः इति एते नवगुणाः, आत्मगुणाः, विशेष आत्मगुणाः इति अस्माभिः अधीतं। तत्र ईश्वरस्य ज्ञानम्, इच्छा, कृतिः इति त्रयमपि ईश्वरे वर्तते, अपि च ते नित्याः इति। तत्र लाघवार्थं तेषां नित्यत्वं स्वीकृतम् अपि च गते वर्गे ज्ञानं विच्छाकृतिः अनयोः मध्ये कः भेदः इति चिन्तितं. तत्र यत्किमपि कार्यं क्रिया भवति चेत् तत्र तस्मात् पूर्वं क्रियायाः पूर्वं निश्चयेन आत्मनि तत्र कृतिः भवेत्. यत्र यत्र कृतिः भवति तत्र सर्वत्र क्रिया भवति इति नियमः अस्माभिः स्वीकृतः. इदानीं तस्मात् पूर्वं तत्र कृतिः इति गुणस्य उत्पादनस्य पूर्वं तत्र इच्छा भवेत् इति अपि अस्माभिः अधीतम्. किन्तु यत्र यत्र इच्छा अस्ति तत्र सर्वत्र कृतिः भवेत् इति नास्ति. अतः इच्छा अपि च कृतिः अनयोः मध्ये व्यापक व्याप्यभावः अस्ति. इत्युक्ते व्यापकः इच्छा, व्यापिका इच्छा अस्ति, व्यापकः पुनः व्यापिका कृतिः एव अस्ति. कृतिः इति स्त्रीलिङ्गपदम्, अतः तत्रापि व्यापिका इति वक्तव्यं, व्याप्या इति वक्तव्यम्. अस्तु, समीचीनं. पुनः यत्र यत्र इच्छा अस्ति तत्र सर्वत्र तस्मिन् विषये, यस्मिन् विषये इच्छा अस्ति तस्मिन् विषये ज्ञानं विना इच्छा न भवति इति कृत्वा ज्ञानमपि तस्मात् पूर्वं भवेत् इत्यतः तत्र ज्ञानं प्रथमं भवेत् तदनन्तरम् इच्छा भवितुमर्हति. यदि इच्छा भवति तदनन्तरं कृतिः भवितुमर्हति. किन्तु यत्र कृतिः भवति तत्र क्रिया भवितुमर्हति इति नास्ति, क्रिया भवत्येव इति परस्परं तेषां सम्बन्धः अपि च भेदः अपि अस्माभिः अधीतम्. अपि च तत्र शरीरे क्रियायाः द्वैविध्यम् अस्माभिः अधीतम्. एकं तु चेष्टा इति अस्ति, अन्यस्तु स्पन्दः इति, नो चेत् कम्पः इति. यत्र ज्ञानेन तत्र इच्छया यत्र कृतिः भवति तदनन्तरं क्रिया भवति चेत् तस्मिन् सन्दर्भे क्रियायाः नाम अस्ति चेष्टा इति. किन्तु तत्र ज्ञानं विना, इच्छा विना, कृतिः विना एवमेव तत्र किमपि अस्माकं शरीरे, हस्ते वा पादे वा किमपि क्रिया भवति चेत् अस्माकं ज्ञानं विना अपि तादृशमेव भवति चेत्, यथा तत्र इदानीं हस्तम् उपरि उन्नयामश्चेत् तत्र किञ्चिदिव कम्पनं सर्वैः अनुभूयते इति कृत्वा तादृशकम्पनं तस्य नाम अस्ति स्पन्दः इति, न तु चेष्टा इति. इत्युक्ते तत्र यत्र क्रिया ज्ञानपूर्वकम्, इच्छापूर्वकं, कृतिपूर्वकम् अस्ति तत्रैव क्रिया इति वक्तव्यं, तत्रैव चेष्टा इति वक्तव्यम्. यत्र ज्ञानं नास्ति, इच्छा नास्ति, कृतिः नास्ति, तत्र स्पन्दः इति तावदेव वक्तव्यम् इति एतावत्पर्यन्तम् अस्माभिः अधीतम्. पुनः तत्र सविषयकपदार्थाः इत्यस्मिन् विषये अपि पदार्थवर्णनं, पदार्थगणनं इत्यस्मिन् विषये किञ्चिदिव अस्माभिः अधीतं. तत्र ज्ञानम्, इच्छा, कृतिः एतत् त्रयमपि सविषयकम् इत्युक्ते विषयं विना ज्ञानं न भवति. ज्ञानं भवति चेत् तत्र कस्मिन् विषये ज्ञानम् इति प्रश्नस्य उत्तरं निश्चयेन लभेत् इति इत्युक्त्वा तत्र इत्यनेन तत्र ज्ञानम् अपि च इच्छा अपि च कृतिः त्रयमपि सविषयकपदार्थम् इत्युक्ते तेषां निश्चयेन यः कोऽपि विषयः भवति इति तावत्पर्यन्तम् अस्माभिः अधीतम्. अस्तु, इदानीं तत्र पुनः तद्वाक्यं पठित्वा अग्रे गच्छेम. तत्र सविषयकपदार्थगणनम् इति अस्ति अष्टषष्टितमपुटे. तत्र शिवराममहोदय, भवान् आरब्धुमिच्छति वा? आम्. सविषयकपदार्थ गणनं ज्ञानादीनाम् अस्ति अपरः विशेषः. एते सर्वेपि सविषयकाः विषयतारूपां दर्शितां अर्चिं पदार्थे प्रक्षिपन्ति. घटनिष्ठविषयतानिरूपकं ज्ञानं, पटनिष्ठविषयतानिरूपिका इच्छा, मटनिष्ठ श्रूयते न महोदय? आमां. मटनिष्ठविषयतानिरूपिका कृतिः एते शक्नुमो वक्तुम्. एवमेव आत्मनिष्ठः द्वेषः अपि स विषयकः. दुर्योधना भीमम् अद्विषत् इति विद्मः. तत्र दुर्योधनस्य द्वेषः स विषयकः भीमविषयकः. तथा च भीमनिष्ठविषयतानिरूपक दुर्योधनस्य द्वेषः इति भवेदेव तत् निरूपणम्. तथा च ज्ञानेच्छाकृतिद्वेषाः स विषयकाः. इतोपि एकः सविषयकपदार्थः अस्ति, भावनाख्यसंस्कारः. तत्तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति. वयमपि तस्य विशेषान् निरूपयिष्यामः. ज्ञानादीनाम् अस्ति अपरो विषय. एते सर्वे सविषयकः. ज्ञान सविषयक विषयतारूपा दर्शिताम् अच्चि पदार्थे प्रक्षितं. घटनिष्ठविषयतानिरूपकं ज्ञानं, पटनिष्ठविषयतानिरूपिका इच्छा, मटनिष्ठविषयतानिरूपका कृति. तत्र ज्ञान इच्छा तथा कृति गतवर्गे वयं पठितवान् न एतत्? आम् महोदय. निरूपितमस्ति ज्ञानं, तत्र निरूपितमस्ति. घटनिष्ठ न अवगतं. घटनिष्ठविषयतानिरूपकं ज्ञानम् इत्युक्ते तत्र ज्ञानं, मयि ज्ञानं वर्तते इति कोऽपि वदति चेत् तद् ज्ञानं केन निरूपितं, तत्र निरूपणं कुर्मः, अस्माकं चित्रं कुर्मः किल. तत्र घटनिष्ठविषयता घटः अस्ति. ज्ञानस्य विषयः कः इति चेत् घटः. घटे कीदृश धर्मः अस्ति चेत् विषयता इति सम्बन्धः अस्ति. अनेन विषयतासम्बन्धेन किं निरूपितम् इति चेत् ज्ञानं निरूपितमस्ति इति कृत्वा घटनिष्ठविषयतानिरूपकं ज्ञानम्. एवमेव पटनिष्ठविषयतानिरूपका निरूपिका इच्छा इत्युक्ते मयि इच्छा वर्तते इति अहं वदामि चेत् तत्र कस्मिन् विषये इच्छा इति कोऽपि पृच्छति किल. अतः मम पटम् आवश्यकम् इति अहं वदामि चेत् तत्र पटनिष्ठविषयतानिरूपक इच्छा अस्ति मयि इति. एवमेव किं वक्तव्यं, मटनिष्ठविषयतानिरूपिका कृति, तत् पटम् आनेतव्यं, तत्र क्रिया भवति, कृति भवति. मठं मया निर्मातव्यम् इति निर्मातव्यं कृतिः, तत्र कर्म तत्र भवति इति शक्नुमो वक्तुमः. सत्यम्. इत्यतः तत्र एते त्रयः गुणाः सविषयकाः, एते सर्वे न भवति. आमाम्. एतत् पद्धत्या एव आत्मनिष्ठद्वेषः अपि सविषयकाः. आत्मनिष्ठद्वेषः तत्र उदाहरणं दत्तमस्ति. दुर्योधना भीमम् अद्विषत् इति विद्मः. वयं जानीमः दुर्योधनः भीमम् अद्विषत्. तत्र दुर्योधनस्य द्वेषः सविषयकः, भीमविषयकः. नाम दुर्योधने यः द्वेषः आसीत् सः द्वेषः भीमविषयकः द्वेषः आसीत्. तत् नाम द्वेषः सविषयकः, केवलं भीमविषयकः एव. तथा च भीमनिष्ठविषयतानिरूपक दुर्योधनस्य द्वेषः इति भवेदेव तत् निरूपणं. न्याय भाषायां यदि दुर्योधनस्य भीमविषयकदोषस्य वयं विवरणं कुर्मः चेत् तत्र सः दोषः भीमनिष्ठविषयतानिरूपकः, सः दोषः अस्ति इति वयं तत् निरूपणं कर्तुं शक्नुमः. अवगतमेतत्. तथा च ज्ञानेच्छा कृतिद्वेषः सविषयकः. इतोपि एकः सविषयकपदार्थः अस्ति, भावनाख्यसंस्कारः, किञ्चित् विवरणम् आवश्यकं महोदय. हा तत्र आत्मगुणाः नवगुणाः सन्ति इति अस्ति अधीतं किल. आम् आमाम्. तत्र बुद्धिः इत्युक्ते ज्ञानं, सुखं दुःखम्, इच्छा द्वेषः प्रयत्नः, धर्मः अधर्मः, भावनाख्यसंस्कारः इति नवमगुणः, तदेव अत्र परामर्शितम्. इतोपि एकः सविषयकपदार्थः अस्ति भावनाख्यसंस्कारः. भावनाख्यसंस्कारः गुणः अस्ति. तदपि तदपि सविषयकः संस्कारः. संस्कारम् इत्युक्ते मेमरि, स्मृतिः. कस्मिन् विषये स्मृतिः इति चेत् तत्रापि विषयः भवेत्. विषयं विना संस्कारः वा नो स्मृतिः वा न भवति. इति कृत्वा तदपि तत्तु उपदिष्टात् सङ्ग्रहकारः वर्णयिष्यति. वयमपि तस्य विषयान् निरूपयिष्यामः. अग्रे तस्य विषये विवरणम् आगमिष्यति तद्विषये. सत्यं. सविषयक भावनाख्यसंस्कारः कथं सविषयक पदार्थः अस्ति तद्विषये अग्रे विवरणं तस्य विषये भविष्यति. भविष्यति इत्यतः यदा भविष्यति तदा तदपि वयं तत् तद्विषये किञ्चित् वदिष्यामः. वदिष्यामः इति अत्र अस्तु महोदय. तत्र आहत्य इदानीं नवगुणाः, नव आत्मगुणाः सन्ति किल, तेषु तत्र सविषयकगुणाः के, निर्विषयकगुणाः इति वदति वा? सविषयकगुणाः के के इति इदानीमेव अस्माभिः अधीतं, तत्र निर्विषयकगुणाः के इति? सविषयक, हा सविषयक तु संस्कारः तु अस्ति, भावनाख्यसंस्कारः अस्ति. बुद्धिः सविषयका न भवेत् न? बुद्धिः बुद्धिः इत्युक्ते ज्ञानं. ज्ञानं तु सर्वदा सविषयकः एव भवति किल. सविषयकः सुखं दुःखमपि सविषयकः एव न? न, सुखं सुखम् इति केवलम् अनुभवमेव किल. कस्मिन् विषये सुखम् इति नास्ति. आमामाम्. हा विषयः स तत्र सविषयकः नास्ति. दुःखमपि तत्पद्धते एव भवेत्. सुखम् इति निर्विषयकः. दुःखमपि दुःखमपि निर्विषयकः. इच्छा सविषयकः. सत्यम्. इच्छा द्वेष सविषयकः. प्रयत्नापि सविषयकः. सत्यं. सत्यः. धर्म अधर्म तत्तु निर्विषयकः भवेत् वा? धर्मं सत्यं सत्यं निर्विषयकः एव. भावनाख्यसंस्काराः सविषयकः. हा इति अस्ति समीचीनम्. इत्युक्ते तत्र आहत्य ज्ञानं, नवगुणः, द्वेषः, प्रयत्नः, भावनाख्यसंस्काराः इति पञ्चगुणाः, आत्मविशेष आत्मविशेषगुणाः, ते सविषयकाः. सुखं दुःखं धर्मं धर्मः अधर्मः इति चत्वारः आत्मविशेषगुणाः, निर्विषयकाः. निर्विषयकाः इति अस्माभिः समीचीनं महोदय. किञ्चित् दुःखं सुखं कथं भवति निर्विषयक इति? यदि वयं दुःखम् अनुभवामि केन, किञ्चित् कश्चित् कारणेन, मम कोऽपि कारणं भवति, कारणं भवति, विषयः नास्ति वा अत्र? हा इत्युक्ते तत्र विषयतासम्बन्धः वर्तते वा इति चिन्तनीयम्. इत्युक्ते तत्र ज्ञानं विषयतासम्बन्धेन घटे वर्तते, इच्छा विषयता विषयसम्बन्धेन पटे वर्तते, द्वेषः पुनः विषयतासम्बन्धेन यस्मिन् विषये अस्माकं द्वेषः अस्ति तस्मिन् वर्तते इति वक्तुं शक्यते. किन्तु सुखं विषयतासम्बन्धेन यस्मिन् कस्मिंश्चित् वर्तते वा इति पृष्टे सति तत्र सुखम् इति केवलम् आत्म अनुभवमस्ति तावदेव. अहं वदामि महोदय वा किञ्चित्? वदतु महोदय. विषये एक कोऽपि विषयः अस्ति, तेन विषयेन एकस्मिन् मध्ये सुखस्य अनुभवति भवति, अन्यस्मिन् मध्ये सुखस्य अनुभवति एव भवेत् इति न, तेन दुःखस्य अपि अनुभवं तत्र भवेत्. तर्हि कोऽपि विषयः अस्ति, तर्हि द्वेषः अपि तादृश एव न? न, सुख तथा दुःख तस्य भवतः उपमा अस्ति, तत् द्वेषस्य विषये अपि भवेत् एव न? न, द्वेषस्य अपि भवति, किन्तु द्वेष किं भवति, तत्र कोऽपि विषयः अस्ति, विषयेन एव दोषस्य द्वेषस्य निर्माणः. कस्य प्रति द्वेषः अस्ति, अत्र किं भवति, द्वेषः अस्ति किन्तु सः द्वेषः पूर्णकालिकः न. तत्र दुर्योधनमध्ये यः द्वेषः आसीत् सः केवलं भीमस्य विषये. यदा यदा भीमः तस्य पुरतः तदा तदा एव द्वेषः, तर्हि सः द्वेषः भीमनिरूपितः, भीमनिष्ठविषयतः निरूपितः, तर्हि तत्र विषयस्य तत्र आवश्यकता. महोदय क्षम्यतां, तु सुखदुःख अनुभवः अस्ति. एकः पुष्पे गन्धः, सुखगन्धः अस्ति चेत् तत् अनुभवति चेत् सुखम् अनुभूयते. पुष्पस्य गन्धः विषये नास्ति वा? न न, इदानीं ज्ञानं, गन्धः अस्मिन् पुष्पे कीदृशगन्धः वर्तते इति ज्ञानं भवति किल. आम्, अतः गन्धः तत्र ज्ञानस्य विषयः भवति. गन्धविषये अस्माकं ज्ञानमस्ति इति चेत् इदानीं गन्धनिष्ठविषयता निरूपितज्ञानम् इति वक्तुं शक्यते. तदनन्तरं सुखम् अनुभूयते किल? हा, इत्युक्ते तदनन्तरं सुखं भवतु, तत्र तदनन्तरं सुखं वा दुःखं वा भवतु, तत्र विषयः इति नास्ति किल, तत्र साक्षात् सम्बन्धः नास्ति. सुखम् अपि च विषयः, अनयोः मध्ये प्रथमम् अत्र पश्यतु, तत्र समीचीनचिन्तनम् इदानीं प्रचलन् अस्ति. प्रथमं ज्ञानं भवेत्, यस्मिन् विषये सुखं भवति तस्मिन् विषये ज्ञानं विद्याय एवमेव तत्र साक्षात् सुखम् अपि च विषयोः मध्ये सम्बन्धः वर्तते वा? तद्वत् द्वेषः नास्ति महोदय, तद्वदपि. इदानीं पश्यतु, तत्र पुष्पमस्ति, पुष्पे सुगन्धः अस्ति चेत् प्रथमं पुष्पे गन्धः अस्ति, तदनन्तरं तत्र गन्धस्य ज्ञानं मयि आत्मनि भवति. यदि तादृश गन्धे मम इच्छा अस्ति चेत् आत्मनि अनेन सुखम् अनुभूयते इति कृत्वा तत्र साक्षात् विषयः अपि च सुखम् अनयोः मध्ये साक्षात् सम्बन्धः नास्ति. प्रथमम् इच्छा ज्ञानं भवेत्, तदनन्तरम् इच्छा भवति चेत् तत्र सुखम् अहम् अनुभवामि. तत्र द्वेषः, तत्र निर्गन्धः दुर्गन्धः अस्ति चेत् द्वेषः उत्पद्यते, अनेन ज्ञानेन दुर्गन्धज्ञानेन द्वेषः उत्पद्यते. यदा द्वेषः द्वेषस्य उत्पादनं भवति तदनन्तरम् अहं दुःखम् अनुभवामि इति कृत्वा तत्र द्वेषस्य कारणं तत्र ज्ञानमस्ति, अपि च इच्छायाः कारणं ज्ञानमस्ति, तदनन्तरं सुखस्य कारणम् इच्छा अस्ति, दुःखस्य कारणं द्वेषः अस्ति इति कृत्वा तत्र विषयः अपि च सुखं दुःखम् अनयोः मध्ये किमपि तत्र साक्षात् सम्बन्धः नास्ति, तत्र परम्परारूपेणैव सम्बन्धः वर्तते. इत्यतः तत्र सुखं दुःखम् अनयोः मध्ये निर्विषयकम् इति नैयायिकानां मतं, तत्रैव लाघवमस्ति किल. आं, धन्यवादः महोदय. आं, मुरळी महोदय वदतु. सविषयः पुनर्वदतु, पञ्चविषयाः: प्रयत्नं, भावनाज्ञसंस्कारः, इच्छा, ज्ञानं, द्वेषः अथवा द्वेषः. कस्मिन् विषये भवतः द्वेषः अस्ति इति चेत् भवान् वदति किल एतद् इति. अतः एते सर्वे, एते पञ्च विशेषगुणाः सविषयकाः, अपि च सुखं दुःखं धर्मं धर्मः अधर्मः, एते चत्वारः निर्विषयकाः इति. सुखं दुःखं धर्मम् अधर्मं धर्मः अधर्मः अधर्मः आं महोदय थेङ्क् यू धन्यवादः इति अस्ति समीचीनचिन्तनम् अस्तु अग्रे गन्तुं शक्यते इदानीं तत्र रघुपतिमहोदय अग्रे पठति वा आं महोदय प्रकृतम् अनुसरामः पूर्वोक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्यप्रतिव्याधिसमस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति एतत् त्रितयम् आवश्यकम् अतः ईश्वरे अपि तत् स्वीक्रियते परन्तु न तत् अस्मदीयज्ञानादिवत् ज्ञानादिवत् अनित्यं किन्तु नित्यम् अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः तथा च सिद्धः ईश्वरः तस्य नित्यज्ञाने ज्ञाने च कृतयश्च तथा च सिद्धः ईश्वरः तस्य नित्यज्ञान इच्छाकृतयश्च विषयेऽस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यं पूर्वोक्तानुमानेन ईश्वरः सिद्ध्यति सः जन्यपृथ्व्यादिसमस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति तृतीयम् एतत् तृतीयं कारणम् आवश्यकम् अस्ति पृथिव्यादि तेषां निर्माणाय प्रथमं ज्ञानं भवेत् इच्छा भवेत् अनन्तरं प्रयत्न अथवा कृति इति त्रय आत्मगुणाः भवेदेव अतः अतः ईश्वरे अपि तद् अस्ति इति वयं अस्माभिः स्वीक्रियते तत्र भवेदेव इति भवता उक्तं किल किमर्थं भवेदेव इति किञ्चित् प्रतिपादनं करोति वा प्रथमं तु किमपि कार्यं करणीयं चेत् ज्ञानं तस्य विषये ज्ञानं भवति ज्ञानम् आवश्यकम् इच्छा अनन्तरम् इच्छा भवति प्रथमं ज्ञानं भवति वयं दृष्टवन्तः पूर्वम् अनन्तरम् इच्छा भवति इच्छा अस्ति चेत् एव प्रयत्नः अपि इच्छा अस्ति चेत् एव प्रयत्नः भवति नो चेत् कृतिः द्वयमपि समानं कृतिः इति भवति तदा एव वस्तुनः निर्माणं भवति इति सत्यम् अपि च अस्माभिः स्वीकृतं तत्र ईश्वरः चेतनः तादृशचेतनः विना जगतः निर्माणं न भवति इत्यतः तस्मिन्नपि ज्ञानम् इच्छाकृतिः भवेत् भवेत् मम क्षमितवान् एकः प्रश्नः हा वदति भगिनि ज्ञानम् इच्छाकृतिः क्रमेण वा युगपत् ईश्वरः सर्वज्ञः इति कृत्वा क्रमेण आगच्छति अथवा युगपत् ज्ञानम् इच्छाकृतिः युगपत् एकस्मिन् समये आगच्छति वा महोदय समीचीनप्रश्नः अग्रे आयास्यति इदानीं किञ्चिदिव प्रतीक्षणं करोतु तत्र रघुपतिमहोदय भवान् वदतु अग्रे तदनन्तरं प्रश्नः अस्ति चेत् पश्यामः परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यम् अस्माकं तु ज्ञान इच्छा कृति इति अनित्यम् अस्ति ज्ञानादिवत् अनित्यम् अस्ति अस्माकं तु अनित्यम् अस्ति परन्तु ईश्वरस्य नित्यम् अस्ति तत्र अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेषु तथा च सिद्धः ईश्वरः तस्य नित्यज्ञाने च कृतयश्च तथा च सिद्धः ईश्वरः सिद्धः ईश्वर पूर्ववाक्यमस्ति किल अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः तस्मिन् विषये किञ्चिदिव वदतु किमर्थं नित्यत्वं स्वीकृतं नित्यत्वं कृतिः एतेषां विषये किमर्थं नित्यत्वं स्वीकृतम् लाघवार्ताय वयं विभुः नित्य इति पूर्वम् अनुमानेन यत् अनुमानेन सिद्ध्यति तत् तत्र नित्यत्वं स्वीकर्तव्यम् इति समीचीनम्. अतः हा तदेव वार्ता, तत्र लाघवार्थं नित्यत्वं स्वीकृतं. किमर्थम् इत्युक्ते ईश्वरः अस्ति इति इति एव तत्र अनुमानेन साधितम् इति प्रथमम्. अपि च तस्मिन् इदानीं सः एव जगतः स्रष्टा इति अपि अस्माभिः अधीतम्. इच्छा तत्र ज्ञानम् इच्छाकृतिः विना यः कोऽपि सृष्टिः न भवति इति अपि अस्माभिः अधीतम्. अतः ईश्वरे ज्ञान इच्छाकृतिः भवेत् इति आगतं. सा तत्र तद् ज्ञानं सा इच्छा अपि च सा कृतिः नित्यं वा अनित्यं वा इति पृष्टे सति तत्र एतत् सर्वम् अनुमानेन स्थापितम् इत्यतः तत्र लाघवार्थं तेषामपि नित्यत्वं स्वीकृतम्. अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः किल. यदि ईश्वरे विद्यमानज्ञानं अनित्यम् इति स्वीकुर्मश्चेत् तत्र सृष्टिः भवन्नस्ति सर्वदा, परिपालनमपि भवन्नस्ति इति कृत्वा तत्र पुनः पुनः अनन्तानि ज्ञानानि तत्र बहवः बह्वयः इच्छाः अपि च बह्वयः कृतयः एतत् सर्वं वक्तव्यम् इति कृत्वा तत्र लाघवं नास्ति इति कृत्वा नित्यत्वं स्वीकृतम्. तथा च सिद्धः ईश्वर तद् सिद्धः ईश्वरः तस्य ज्ञान इच्छा कृतयश्च नित्या इति विषयस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम्. अस्तु, एतत् किं महोदय अहं न जानामि. विषयस्मिन् नैयायिके नैयायिकैः अस्मिन् इत्युक्ते किं विषये कः विषयः? नित्यत्वे विषये, नित्यत्वे एव ईश्वरस्य ज्ञान इच्छा कृतिः तेषां नित्यत्वविषये नैयायिकैः बहु पराक्रान्तम् इत्युक्ते तत्र बहवः मताः सन्ति. कोऽपि वदति नित्यत्वम् अस्ति, तत्र बहुत्वमपि अस्ति इति, तादृशमस्ति अत्र मास्तु इति उद्ग्रन्थे विशेषजिज्ञासुभिः येषां जिज्ञासा अस्ति, यथा विजीभगिन्याः जिज्ञासा अस्ति, ते उद्ग्रन्थे तैः उद्ग्रन्थे द्रष्टव्यम् इति. समीचीनम्. इदानीं तत्र विजया भगिनी, विजी भगिनी, भवती किं चिन्तयति भवत्याः प्रश्नस्य विषये? तदेव महोदय, ईश्वरः सर्वज्ञः नित्यः इति कृत्वा तादृशचिन्तनं कथं भवेत्? इच्छा ज्ञानं तदनन्तरम् इच्छा तदनन्तरं कृतिः इति. अत्र पश्यतु, इदानीं तत्र ज्ञानम् इच्छा कृतिः त्रयमपि नित्यम् इति उक्तम्. त्रयमपि नित्यम् इति चेत् तत्र आरम्भ नित्यम् इत्युक्ते किं? यस्य आदिः अपि च अन्तः नास्ति. आदिः अपि नास्ति, अन्तः अपि नास्ति. तत्र ज्ञानं प्रथमम् अभवत्, तदनन्तरम् इच्छा इति भवति चेत् तत्र इच्छायाः आदिः विद्यते किल इति कृत्वा तत्र आदिरेव नास्ति. तत्र युगपत् तस्य ज्ञानम् इच्छा कृतिः एतत् सर्वम् अस्ति. तत्र युगपत् उत्पादितम् इति अपि न वक्तव्यं, तत्र नित्यमस्ति इति कृत्वा तादृशप्रश्नः न करणीयः. इत्युक्ते तत्र इच्छा ज्ञानं प्रथमम् आसीत्, तदनन्तरम् ईश्वरस्य इच्छा आगतः, तदनन्तरं कृतिः आगतः, तदनन्तरं सः कृतवान् इति नास्ति, नित्यमस्ति. तत्र लाघवाय नित्यत्वं स्वीकृतम्. कथं वा एतद् भवति? तत्र ज्ञानं विना इच्छा, ईश्वरस्यापि इच्छा कथं वा भवति इति चेत् तस्य उत्तरस्य अतः एव अत्र लिखितं बहु पराक्रान्तम् इति तस्मिन् विषये तत्र किञ्चिदेव वक्तव्यं किल भवत्याः सर्वम् अनुमानेन वक्तव्यम् इति जटिलं हा तत्र किञ्चिदिव जाटिल्यं भवति इति कृत्वा बहुप्रकारान्त पराक्रान्तम् किन्तु वयं स्वीकुर्मः तत्र इदानीम् इच्छा ज्ञानं विना इच्छा कथं वा ईश्वरस्य भवति इति तत्र किञ्चिदिव क्लेशः वर्तते नित्यत्वं द्वयमपि वदति चेत् किञ्चिदिव क्लेशः वर्तते किन्तु अस्माकं तत्र अवधानं तत्र नास्ति किल नैयायिकानां मतानुसारमपि तेषाम् आशयः शास्त्रस्य आशयः कः इति चेत् मोक्षः एव इति कृत्वा तत्र तादृशं स्वीकुर्मः तादृशसामर्थ्यम् ईश्वरे अस्ति इति स्वीकुर्मः जीवात्मसकाशं नास्ति सः समीचीनम् अस्तु इतोपि अत्र किञ्चिदिव वक्तव्यं समीचीनतया रघुपतिमहोदयेन प्रतिपादितं तत्र सर्वे इदानीं सप्तमपुटं गच्छन्तु तत्र चतुर्विंशतिगुणाः लिखिताः वर्तन्ते किल हा रघुपतिमहोदय भवानेव तत्र पठतु कृपया चतुर्विंशतिगुणाः के इति प्रथमम् एकवारं पठतु रूपरस रूप रूपरसगन्धस्पर्शसङ्ख्या परिमाण पृथक्त्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार अधर्म संस्काराः चतुर्विंशतिगुणाः इति हा इदानीं किञ्चिदिव चिन्तयामः तत्र ईश्वरे येषु चतुर्विंशतिगुणेषु के के भवितुम् अर्हति इति ईश्वरे रूपः स्वीकर्तव्यः वा नास्ति एवमपि गन्धः स्पर्शः रूपरसगन्धस्पर्श एतत् चतुष्टयं न स्वीकर्तव्यं तत्र आवश्यकं नास्ति हा इदानीं तत्र सङ्ख्या भवति वा ईश्वरे सङ्ख्या एकः एव इति भवति वा तत्र सत्यम् ईश्वरस्तु एकः एव किल तत्रैव लाघवमस्ति इति अस्माभिः अधीतम् अनेके ईश्वराः सन्ति इति स्वीकरणस्य आवश्यकता नास्ति इत्यतः ईश्वरः एकः एकम् इति सङ्ख्या अतः सङ्ख्या इति गुणम् ईश्वरे वर्तते अपि च परिमाणं परिमाणं भवति परममात् परिमाणमस्ति सर्वत्र भवति ईश्वरः विभुः अस्ति किल अतः परिमाणम् इति गुणमपि ईश्वरे वर्तते अनन्तरं पृथक्त्वं अस्माभिः सः भिन्नः हा केवलम् अस्माभिः सह भिन्नः इति नास्ति तत् पृथिवी अप् तेजस् इति द्रव्याणि सन्ति किल तेभ्यः अपि सः पृथक् ईश्वरः पृथक् अस्ति नैयायिकानां मतानुसारं परमात्मा भिन्नः अस्ति जीवात्मा भिन्नाः सन्ति इति कृत्वा ईश्वरे अपि पृथक्त्वं वर्तते इति गुणः वर्तते हा अग्रे महोदय संयोग संयोग संयोग संयोग संयोग अस्ति हा किमर्थं संयोगः अस्ति इति वदति विभुः अस्ति अपि च अस्माकं अस्मासु सः वर्तते इति संयोगः भवति वा न तत्र अस्मासु सः वर्तते इति नैयायिकानां चिन्तनं नास्ति किन्तु विभुः भवता यत् प्रथमं तदेव सत्यं तत्र विभुः विभुद्रव्यं तु सर्वेषां संयोगः संयोगेन एव भवति किल यथा आकाशः आकाशेन सर्वेषां संयोगः सदा सदा सर्वत्र वर्तते इत्यतः ईश्वरः अपि विभुः इत्यतः संयोगः भवति अपि च वियोगः अपि भवितुमर्हति. तत्र वियोगः इत्युक्ते विभागः संयोगः भवितुमर्हति तत्र विभागः अपि भवितुमर्हति इत्यतः तत्र विभागविषये किञ्चिदपि चिन्तनीयं. तत्र विभुः अस्ति इत्यतः तस्मात् विभागः भवितुमर्हति वा इति चिन्तनीयविषयः अस्ति. किन्तु महोदयेन वर्गे उक्तं तत्र सङ्ख्या आरभ्य विभागपर्यन्तं सङ्ख्यापरिमाणं पृथक्त्वं संयोगविभागः इति पञ्चगुणाः अपि ईश्वरे सन्ति इति महोदयेन उक्तं. तत्र यदा विभागः इति गुणः इत्यस्मिन् विषये अस्माकम् अध्ययनं भवति तदा इतोपि चिन्तनं कुर्मः, गभीरचिन्तनं कुर्मः. परत्व अपरत्व परत्वम् अपरत्वं भवितुमर्हति वा? परत्वं भवितुमर्हति किल? न, परत्वम् इत्युक्ते तत्र एतत् मत्तः परः इत्युक्ते घटः अन्यत्र अस्ति, अहं तु अत्र अस्मि, तत्र मत्तः परः इति वक्तुं शक्यते. किन्तु ईश्वरः विभुः अस्ति किल? नास्ति, इदानीं नास्ति परत्वं. इत्युक्ते तत्र यस्य विभुपरिमाणमस्ति तस्मिन् परत्वं वा अपरत्वं वा न भवितुमर्हति. न भवितुमर्हति. गुरुत्वमपि नास्ति, द्रवत्वमपि नास्ति, नास्ति स्नेह शब्द शब्द इति आकाशस्य विशेषगुणः अस्ति, अतः ईश्वरे नास्ति. किन्तु इदानीं बुद्धिः भवति निश्चयेन. निश्चयेन बुद्धिः, इच्छा अपि च प्रयत्नः इति त्रयः आत्मगुणाः भवति. सुखम् अपि च द्वेषः, धर्माधर्मभावनाख्यसंस्कारः इति एते सर्वे न आवश्यकमस्ति. समीचीनं. अस्तु, इदानीं जीवात्मनिरूपणं तत्र गच्छेम. अस्तु, विजी भगिनी पठति वा? महोदय, जीवात्मनिरूपणम् ईश्वरं निरूप्य जीवमाह जीवस्त्विति जीवः तु इति वा महोदय? सत्यं, तु इति ईश्वरात् वैलक्षण्य ज्ञापनाय इदं च बहुविधं प्रसिद्धं, यथा ईश्वरः एक एव, जीवाः तु शरीरभेदेन भिन्ना, शरीराणि अनन्तानि इति जीवा अपि अनन्ताः, ईश्वरः सर्वविषयकज्ञानवान्, सर्वविषयके इच्छावान्, सर्वकार्यविषयककृतिमान्. कृपया भगिनि, सर्वविषयकज्ञानवान् तदनन्तरं पुनः पठतु. सर्वविषयक इच्छावान्. सर्वविषयक इच्छावान् इति पठनीयं, नो चेत् सर्वविषयके इच्छावान् सन्धिं कृत्वा पठितव्यं. महोदय, क्षम्यतां. सर्वकार्यविषयककृतिमान् जीवस्तु किञ्चित् जानाति, किञ्चित् एव इच्छति, कृतिः अपि तस्य तत्तत् कार्यविशेषविषयिणी एव भवति. ईश्वरः जीवाः तयोः मध्ये कः भेदः इति दत्तम्. ईश्वरः वैलक्षण्यज्ञापनाय, वैलक्षण्यम् इत्युक्ते ईश्वरः तत्र तु इति शब्दः कुत्र लभ्यते, कुत्र लिखितमस्ति? जीवः तु ईश्वरात् वैलक्षण्यं ज्ञापनाय, तु इति एम्फाटिक्, ईश्वरः भिन्नः इति. आमाम् अत्र द्विषष्टितमपुटे तत्र ज्ञान अधिकरणम् आत्मा इति अस्ति किल, तदेकवारं पठतु. ज्ञान अधिकरणम् आत्मा सः द्वितः जीवात्मा परमात्मा चेति तत्र ईश्वर सर्वज्ञः परमात्मा एक एव जीवस्तु प्रति शरीरं भिन्नो विभुर् नित्यश्च इति. तत्र जीवस्तु इति अस्ति किल, तत्रैव तु शब्दः अस्ति. आम् जीवस्तु तद् अत्र परामर्शितमस्ति. इति ईश्वरात् वैदल्य वैलक्षण्यज्ञापनाय किमर्थं तत्र मूलग्रन्थे तु इति पदं प्रयुक्तम् इति चेत् तत्र ईश्वरात् वैलक्षण्यमस्ति, इत्युक्ते ईश्वरात् भिन्नः अस्ति जीवः इति बोधनार्थं तु शब्दः लिखितः अस्ति. इदं च बहुविधं प्रसिद्धं यथा ईश्वरः एकः प्रसिद्धम् इत्युक्ते किं किञ्चित् वदतु. ओ बहुविधानि अनेकानि वेदाः सन्ति. अनेकानि वेदानि जीवात्मनः जीवात्मनः बहुविधाः सन्ति इति प्रसिद्धमेव, वयं जानीमः एव इति. यथा ईश्वरः एकः एव ईश्वरः एकः एव एकः एव जीवात्मा तु अनेकानि जीवास्तु शरीरभेदेन भिन्नाः. तदेव बहुविधं प्रसिद्धं शरीरं बहु अनेकानि शरीराणि सन्ति जीवः शरीराणि अनन्तानि इति जीवा अपि अनन्ताः. इत्युक्ते अनेकानि शरीराणि सन्ति अनेकानि जनाः सन्ति इत्यनेन जीवात्मा अपि अनन्तानि सन्ति. जीवात्मा अनन्तानि इति वाक्यं समीचीनं वा? जीवात्मा आत्मा इति कीदृशपदमस्ति, पुल्लिङ्गपदं वा नपुंसकलिङ्गपदं वा? जीवात्माः स्त्रीलिङ्गं न स्त्रीलिङ्गं नास्ति पुल्लिङ्गम्. आत्मन् इति शब्दः, तस्य प्रथमाविभक्ति एकवचनं भवति जीवात् आत्मा इति. आत्मा आत्मानौ आत्मानः आत्मानः आत्मानः अनन्तानि शरीराणि अनन्तानि इत्यतः आत्मानः अनन्ताः इति अनन्ताः अनन्ताः जीवात्मनः ईश्वरः सर्वविषयकज्ञानवान्. वयं जानीमः सर्वज्ञः ईश्वरः इति सर्वविषयक इच्छावान् सर्वकार्यविषयक कृतिमान् एतत् त्रयं वयं दृष्टवन्तः. ईश्वरः विषयज्ञानम् अस्ति, तदनन्तरम् इच्छा अस्ति, तदनन्तरं कृति अपि अस्ति. जीवास्तु किञ्चित् जानाति, किञ्चित् एव इच्छति जीवः. तत्र भिन्नः किञ्चित् भिन्नः इत्युक्ते जीवः सर्वज्ञः नास्ति, अतः जीवः किञ्चित् जानाति, तदनन्तरं किञ्चित् एव इच्छति. कृतिः अपि विषयः अनुसृत्य कृतिः भवति. तत्तत् कार्यविशेषविषयिणी एव भवति. एतत् कार्यं कार्ये इच्छा वा न वा इति उद्दिश्य विषयमपि कृतवान् कार्यमपि कृतवान्. सत्यं, वयं तु जानीमः तत्र ज्ञानं व्यापकः, इच्छा व्याप्या इति. अतः ज्ञानमेव किञ्चिदस्ति चेत् ततोपि न्यूनं भवति इच्छा, ततोपि न्यूनं भवति कृतिः. यावत् कृतिः भवति तावत् क्रिया भवति. तदेव ईश्वर जीवात्मतयोः मध्ये एतत् विधभेदः. पुनः अग्रे पठामः महोदय. अन्य कोऽपि इदानीं पठतु, इदानीं तत्र विद्या भगिनी भवती पठति वा महोदय? अत्र एकनिमिषं भगिनी, तत्र तस्मात् पूर्वं एकनिमिषम् एकनिमिषं, रघुपतिमहोदयस्य प्रश्नः आसीत्, वदतु महोदय. कृतिः अपि तस्य तत्तत् कार्यविशेषविषयिणी एव भवति इति दत्तमस्ति. पुनः वदतु, न श्रुतम्. महोदय पुनः वदतु. श्रूयते वा महोदय? इदानीं श्रूयते, पुनः वदतु. कृतिरपि तस्य तत्तत् कार्यविशेषविषयिणी एव भवति इति अहं न मया सम्यक् न अवगम्यते इति. कृतिः इति भवान् जानाति, कृतिः अपि प्रयत्न तस्य इत्युक्ते कस्य? जीवात्मनः जीवस्य तत्तत् कार्यविशेषविषयिणी इत्युक्ते तत्र प्रत्येकं यः कोऽपि कार्यं सः करोति, क्रिया सः करोति, तस्मिन् विशेषक्रियायाः एव तस्य कृतिः अपि भवति इति. यत्र यत्र कृतिः भवति तत्र एव तस्य कार्यं भवति किल इति अत्र उक्तं तावदेव. तत्तत् कार्यविशेषविषयिणी एव भवति इत्युक्ते यत्र तस्य क्रिया भवति तत्रैव कृतिः इति स्वीकर्तव्यमस्ति. विषयिणी इति सप्तमी विभक्ति तत्र विषयिणी. आम, तत्र विशेषविषयिणी एव सत्यं, सप्तमी एव. किन्तु तत्र विषयिणी इति ह्रस्वः भवेत् इति अहं चिन्तयामि. विषयिणी इति दीर्घं भवति वा सप्तम्यां यदा कदापि? न भवति. विषयिन् इति शब्दः, विषयिन् इति शब्दस्य इनि यथा आत्मनि शब्दस्य आत्मनि इति भवति तथा विषयिन् इति शब्दस्य विषयिणि इति इति आम् तत्र ह्रस्व ह्रस्वः भवेत्. नो चेत् अत्र यथा गुणी शब्दः अस्ति किल, गुणिन् इति शब्दस्य प्रथमाविभक्ति एकवचनरूपं गुणी इति दीर्घः भवति. विशेषविषयिणी गुणी गुणी अस्ति प्रथमाविभक्ति एकवचनमपि भवितुमर्हति. तस्मिन् विषये इति नास्ति, यत्र यत्र कृतिः भवति तत्रैव कार्यं विशेषकार्यं भवति इति. अस्तु, प्रथमाविभक्ति एकवचनं स्वीकर्तुं शक्यते तत्र. इदानीं विजी भगिनी, विजया भगिनी अग्रे पठतु भगिनि. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं, तच्च एकैकस्य विभिन्न सुखदुःख आदि अनुरोधात् भिन्नं. यथा खलु चैत्रः सुखी सदा मैत्रः अनुभवति दुःखम्. एकः एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्? अतः जीवात्मानः अनन्ताः, तत् नानात्वम् उक्त्वा परिमाणम् आह विभुः इति. तावत् भगिनि. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. वयं सर्वं जानीमः शरीरभेदः अस्ति, स्थूलः कृश्यः एतत् सर्वं तत्र अस्ति, एतत् अङ्गीकार्य एव. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तम्, एतत् वयं सर्वं जानीमः. तत्र सञ्चितकर्म, आगामिकर्म, प्रारब्धकर्म इति आत्मना आप्तमेव. तस्य भोगाय किं शरीरम्, एतत् सर्वम् एतत् विषये एव चलन्ति. तत्र तच्च एकैकस्य विभिन्न, अतः एव मनुष्याः विभिन्नरूपेण भिन्नभिन्नरूपेण सुखदुःखम् अनुरोधात् भिन्नम्. यत् अनुरोधात् इत्युक्ते तत्र रोद्धुं न शक्नुमः, एतत् सर्वम् अनुभविष्यामः एव. यथा खलु चैत्रः सुखी तथा मैत्रः अनुभवति दुःखम्. एकपक्षे सुखं भवति मनुष्याः, अन्यपक्षे तत्र दुःखमेव अनुभवति. एतत् सर्वं पूर्वजन्मसु यथा अभवत् एतत् अग्रिमजन्मसु एतत् सर्वं प्राप्तम् एव आत्मना. एकः एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्? एकदा एव सुखम्, अन्यथा दुःखमेव. एतत् आत्मा स्वीकरणीयम् एव पूर्वजन्मसु यथा कृतम् एतत् विषये. अत्र वार्ता तद् नास्ति भगिनि. एकः एव यदि आत्मा स्यात् कथं तस्य एकदा, एकदा इत्युक्ते एकस्मिन् काले एव सुखं दुःखं वा स्यात् इत्युक्ते इदानीं सर्वेषां शरीरे एकः एव जीवः इति चिन्तयतु. तत्र चैत्रः इति शरीरं यस्मिन् समये सुखम् अनुभवति तस्मिन्नेव समये मैत्रः दुःखम् अनुभवति किल. अपि च नैयायिकानां मतानुसारं तत्र दुःखम् अपि च सुखम् आत्मगुणः अस्ति इति कृत्वा विरुद्धगुणः एकस्मिन् समये एव एकस्मिन् आत्मनि कथं वा अनुभवः भवति इति कृत्वा तत्र भिन्नभिन्न आत्मा जीवात्मा अस्ति इति मुख्यतर्कः अत्र. अवगच्छति वा? तदेव वार्ता अत्र. अत्र अत्र पूर्वं तत्र सञ्चितम् आगामि इति एतत् सर्वं वेदान्ते अस्ति. नैयायिकानां मतानुसारं तत्र पुण्यं पापम् इति तावदेव ते वदन्ति. अतः अत्र मुख्यवार्ता, मुख्यतर्कः कः? तत्र इदानीं कस्मिन् विषये चर्चा भवति? जीवः जीवात्मा एकः वा अनेकः वा इति प्रश्नः. तस्य उत्तरं तत्र तर्कः, मुख्यतर्कः कः इति चेत् जीवात्मनः एकत्वं स्वीकुर्मश्चेत् एकस्मिन्नेव समये दुःखम् अपि च दुःखं द्वयमपि विरुद्धगुणं कथं वा अनुभवितुं शक्यते इति प्रश्नः उदेति. तस्य निवारणार्थम् अनेकत्वं स्वीकृतं. तत्र भिन्नभिन्न आत्मा भवतु जीवात्मा भवतु इति चेत् यदा चैत्रस्य आत्मनः सुखं भवति तदा तस्मिन्नेव समये मैत्रस्य आत्मनि तत्र दुःखं भवति चेत् तत्र क्लेशः नास्ति किल. अतः अनेकत्वं स्वीकृतम्. अतः तत्र जीवात्मानः अनन्ताः इति. हा, इति मुख्यवार्ता अस्ति. मुरलीमहोदय वदतु महोदय. तर्कमतानुसारेण प्रारब्ध इतराणि कर्माणि अङ्गीकरणं करोति वा? न, तत्र केवलं पापं पुण्यम् इति तादृशपदप्रयं प्रयोगमेव ते कुर्वन्ति. धर्मः अधर्मः इति. अधर्मः प्रारब्धम् आगामिसञ्चितं न भवति. नास्ति किन्तु तादृशपदप्रयोगः ते न कुर्वन्ति तावदेव. किन्तु इदानीं यद् अस्मिन् जन्मनि अनुभवति तदेव प्रारब्धम् इति वेदान्तिनः वदन्ति. यत् स्पष्टतया वदन्ति वेदान्तः न वदन्ति. स्पष्टतया न वदन्ति किन्तु उद्भूतमस्ति. तत्र तादृशं वदति चेत् तत्र क्लेशः अस्ति, दोषः अस्ति इति नास्ति. किन्तु तादृशपदप्रयोगः नैयायिकाः न कुर्वन्ति तावत्. धन्यवादः. वदतु भगिनि. पूर्वपूर्वजन्मसु यत् पापं पुण्यम् आसीत् चेत् एतदेव अग्रिमजन्मनि आगच्छति खलु? सत्यम्. एतदेव आगामि इति वक्तुं शक्नुमः तत्र. किन्तु सत्यं भगिनि, यद्भवत्या उक्तं दोषः नास्ति. किन्तु तादृशपदप्रयोगः नैयायिकाः न कुर्वन्ति इति, तत्र आगामि एतद् आगामि अस्मिन् जन्मनि यद् अनुभूयते तस्य नाम प्रारब्धम्, अवशिष्ट पुण्यपापं तु सञ्चितम् इति तादृशं ते न वदन्ति, तावदेव पदप्रयोगं न कुर्वन्ति तावदेव. नानात्वं तस्य नानात्वम् उक्त्वा परिमाणम् आह विभुः इति, एतत् सर्वं परिमाणमेव नानाविधम् इति तत्र उक्तं विभुः इति रूपेण. विभुः सर्वत्र अस्ति, व्याप्तमपि अस्ति, परिमाणमपि अस्ति, तत्र नानाविधत्वम् एषु इति तत्र उक्तं. समीचीनं वा भगि? हा, किञ्चिदिव इतोपि स्पष्टतया वक्तव्यं भगिनि. तत्र तत् नानात्वम् उक्त्वा इत्युक्ते आत्मनः नानात्वं तत्र साधितं किल, किमर्थं जीवात्मनः अनन्ताः इति स्वीकृ जीवात्माः जीवात्मानः अनन्ताः इति किमर्थं स्वीकृतं, तत्र तर्कम् उक्तम्. एकस्मिन् काले मैत्रः सुखम् अनुभवति, चैत्रः तु दुःखम् अनुभवति. यदि एकमेव आत्मा अस्ति चेत् अनयोः मध्ये तत्र कथं वा एकस्मिन्नेव काले सुखम् अपि च दुःखं भवितुमर्हति इति कृत्वा तत्र आत्मन जीवात्मनः जीवात्मनः नानात्वं स्वीकृतं. तदुक्त्वा नानात्वं स्वीकृत्य आत्मा आत्मनः परिमाणं किम् इति चेत् तत्र विभुः इति उक्तम्. किमर्थं तत्र जीवात्मनः परिमाणं विभुः इति स्वीकृतम् इति अस्मिन् विषये अग्रे पाठं प्रचलति. अस्तु, समीचीनं. हा, समीचीनम्. इदानीं मुरळीमहोदय अग्रे पठति वा, जीवस्य अनित्यत्वे का क्षतिः इति. सः जीवः विभुः सकलमूर्तसंयोगवान्, किम् इदं मूर्तं, यस्मिन् क्रिया सम्भवति, कस्मिन् क्रिया सम्भवति, यत् कश्चित् नास्ति, पृथिवी जलं तेजः. महोदय, यत् क्वचित् नास्ति. आम् आं महोदय, धन्यवादः. यत् क्वचित् नास्ति, पृथिवी जलं तेजः वायुः मनश्च भवति तथाविधं, न हि तत् सर्वत्राणि अस्ति, सर्वत्र अस्ति. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया, तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तं, तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्युच्यते. अर्थात् परममहत्परिमाणं परिमाणवान् परममहत्परिमाणवान् वदति वा? तत्र जीवस्य अनित्यत्वं दत्तमस्ति. अस्मिन् परिच्छेदे किं दत्तमस्ति? अस्मिन् परिच्छेदे अनित्यत्वविषये न उक्तं किल. अस्मिन् परिच्छेदे अन्तिमवाक्यं किम्? अर्थात् परममहत् परिमाणवान्. आम् आम्, परममहत् परिमाणम् इत्युक्ते विभुः. विभुः जीवात्मा विभुः. किमर्थं जीवात्मनः विभुत्वं स्वीकृतम् इत्यस्मिन् विषये अस्मिन् परिच्छेदे उक्तम्. वदतु महोदय. जीवः एव नित्यमेव, तार्किकमतानुसारिणां. क्षतिः इत्युक्ते किं जि तत्र? क्षतिः इत्युक्ते दोषः. कः दोषः? यदि जीवस्य अनित्यत्वं स्वीकुर्मः तत्र कः दोषः भवति इति. क्षतिः इत्युक्ते दोषः. धन्यवादः महोदय. सः जीवः विभुः सकलमूर्तसंयोगवान्, जीवः विभुत्वमस्ति, तस्मात् सकलमूर्तानां संयोगं स्थापयति भवति. समीचीनं. किमितं मूर्तं यत्र क्रिया सम्भवति तत् तदेव मूर्तं. समीचीनं. यत्र क्रिया सम्भवति तदेव मूर्तं. मूर्तम् इत्युक्ते किम् इति चेत् यस्मिन् क्रिया भवति तदेव मूर्तद्रव्यम् इति वदामः. तत्र क्रिया कस्मिन् क्रिया सम्भवति? यत् क्वचित् नास्ति इत्युक्ते कस्मिन् कस्मिन् क्रिया सम्भवति यत् अहं तत्र सन्देहमस्ति महोदय. हा, यत् क्वचित् क्वचित् इत्युक्ते कुत्रचित् इत्युक्ते यत् सर्वत्र अस्ति. यद् यद् विभुः अस्ति, यः विभुः अस्ति, यत् सर्वत्र अस्ति, तत्र क्रिया भवितुमर्हति वा? न, न सम्भवति. हा, यत् सर्वत्र अस्ति तत्र क्रिया न भवति. यत्र क्रिया भवति तत् क्वचित् न भवेत्. अहं तु इदानीम् अत्र अस्मि, भवान् तु तत्र सन्ति, अतः मयि क्रिया भवितुमर्हति. भवतः गृहम् आगमनार्थं मयि गृहं मयि तत्र क्रिया भवितुमर्हति. किमर्थम् इत्युक्ते इदानीम् अहं भवतः गृहे नास्ति. क्वचित् इत्युक्ते भवतः गृहे नास्ति, अन्यत्र नास्ति, यत्र अहमस्मि तत्रैव अहम् अस्मि इत्यतः मयि क्रिया भवितुमर्हति. किन्तु आत्मा विभुः अस्ति चेत् तत्र क्रिया न भवितुमर्हति किल? आम् आम् महोदय. हा, इति एव उक्तम्. अस्तु, अग्रे. धन्यवादः. पृथिवीः जलं तेजः वायुः मनश्च भवति तदाविधम्. पृथिवी जलं तेजः वायुः मनं तत्र अपि जीवस्य तथाविधम्. ऐ एम् नाट् एबल्. तथाविधम् इत्युक्ते तथाविधम् एते सर्वे मूर्तद्रव्याणि सन्ति. आम् आम्. पृथिव्यां पृथिवी तु विभुद्रव्यं नास्ति किल? आम् आम्. अतः पृथिव्यां क्रिया भवितुमर्हति, जले अपि क्रिया भवितुमर्हति, तेजसि अपि क्रिया भवितुमर्हति, वायौ अपि क्रिया भवितुमर्हति, मनसि अपि क्रिया भवितुमर्हति. तदनन्तरम् इदानीम् आकाशः विभुः अस्ति, तत्र क्रिया न भवति. विभुः अस्ति न भवति. कालः विभुः अस्ति, तत्र क्रिया न भवति. आत्मा अपि विभुः अस्ति, तत्रापि क्रिया न भवति इति कृत्वा यत्र विभुः नवसु द्रव्येषु चत्वारि चतुर्षु द्रव्येषु क्रिया न भवति. आकाशः, दिक्, काल, आत्मा इति एतेषु द्रव्येषु क्रिया न भवति. पञ्चसु द्रव्येषु क्रिया भवति. पृथ्वी, जलं, तेजः, वायुः, मनः. अस्तु, अग्रे महोदय. तत्र विभुत्वं नास्ति, तस्मात् क्रिया अस्ति. सत्यं. यत्र यत्र विभुत्वं नास्ति तत्र क्रिया भवति. भवति नहि तत् सर्वत्र अस्ति. नहि तत् सर्वत्र अस्ति इत्युक्ते पृथ्वी, जलं, तेजः, वायुः, मनः सर्वत्र नास्ति. आम्. विभुः नास्ति, अतः तेषु क्रिया भवितुमर्हति. अतः यत्र अस्ति ततः अन्यत्र, उदाहरणतया कालः, दिक्, आकाशः. न न, तत्र वाक्यं पठतु, सम्पूर्णवाक्यं पठित्वा वदतु. अतः यत्र अस्ति तत्र अन्यत्र संयोगजनिका जायते तस्मिन् क्रियाः. ओ, अत्र अत्र कालम् आकाशः इत्यस्मिन् विषये नास्ति नास्ति विषयं नास्ति नास्ति महोदय. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिकाः जायते, तयोर्मध्ये संयोगम् अस्ति चेत् पृथिवी, जलं, तेजः, तयोर्मध्ये संयोगरूप्याः क्रिया जायते. न न, तयोः मध्ये इति नास्ति. इदानीं घटः अस्ति, घटः इति स्वीकरोतु. घटः तु पृथिवी अस्ति, पृथिव्यात्मकमस्ति. घटः अत्र अस्ति, अतः अन्यत्र नास्ति इत्यतः घटस्य इतः ततः आनेतुं शक्यते इति कृत्वा घटे क्रिया भवितुम् अर्हति. एवमेव जले, एवमेव तेजसि, एवमेव वायौ, एवमेव मनसि क्रिया भवितुम् अर्हति. संयोगजनिका, जनिका इत्युक्ते जननकर्त्री इति अर्थः. जनिका इति जननकर्त्री. हा, जनिका जननकर्त्री इत्युक्ते मा येन क्रिया क्रियायाः जननं भवति, तदेव संयोगजनिका इत्युक्ते. तत्र संयोगस्य जनिका, संयोगस्य जननं एव. महोदय, तत्र घटनिर्माणं निर्माणसमये जलम् उपयोग्यम् अस्ति. न, तस्मिन् विषये नास्ति. इदानीं घटनिर्माणविषये नास्ति. घटः निर्मितमस्ति, तत्र घटः अस्ति, मम गृहे अस्ति. भवान् वदति कृपया भवतः गृहम् आगच्छ आनयतु इति. तत्र घटः अत्र अस्ति, मम गृहे अस्ति, भवतः गृहे नास्ति इत्यतः तत्र मम गृहात् उत्थाय भवतः गृहे तत्र संयोगं भवितुमर्हति. घटस्य संयोगं भवतः गृहे. केवलं घटस्य संयोगमेव. हा, तत्र इद जलम् अपि च घटनिर्माणविषये किमपि चिन्तनं नास्ति. अस्तु, अग्रे महोदय. तच्च क्रियावत् पृथ्व्यादिपञ्चकं मूर्तम् अहम् अधीतम्. अस्माकम् अधीतं पृथिवी, जलं, तेजः, वायुः, तदेव मूर्तं. हा, मनः इति अपि मनः पठितवान् तैः. तैः सर्वैः संयुक्तत्वात् आत्मा विदुः इत्युच्यते. तैः तैः सर्वैः पृथिवी, जलं, तेजः, वायुः, मनः, तैः सर्वैः संयुक्तत्वात् संयुक्तत्वात् पदस्य अर्थं महोदय? तत्र संयोगः भवति, संयुक्तः. अस्माकम् इदानीम् अहं यदि पृथिव्यां ग्रहणं करोमि तत्र मम अपि च पृथिव्याः संयोगः भवति किल. आम् आम्. अपि च जलेन जलस्य संयोगः अपि भवति, तेजसः संयोगः अपि भवति, वायोः संयोगः अपि भवति, मनः अपि संयोगः भवति इति कृत्वा तत्र सर्वत्र एतेषां सर्वेषां संयोगः भवति इति कृत्वा आत्मा विभुः इति उच्यते. आत्मनः विभुत्वं किमर्थं स्वीकृतम् इति चेत् एतेषां मूर्तद्रव्याणां तत्र संयोगः भवति इत्यतः तत्र आत्मविभुत्वम् इति स्वीकृतं विभुः. अर्थात् परममहत् परिमाणवान्. हा इति अस्ति. इदानीं तत्र अद्य अस्तु, किञ्चिदिव पठेम अग्रे. अस्तु, धन्यवादः महोदय. इदानीं शिवराम महोदय किञ्चिदिव अग्रे पठति वा? पञ्चनिमिषम् अस्ति. आमाम्. कुतः पठनीयं? जीवस्य अनित्यत्वे, तत्र द्वितीयपरिच्छेदः, तत्र तस्य मध्यमपरिमाणत्वे. हा, तस्य मध्यमपरिमाणत्वे सः अनित्यः स्यात्. यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्. अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्. अस्तु, तथा किं तेन? तथा सति पूर्वजन्मानि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशे नाशः स्यात् इति एकः दोषः, अपरस्य इदानीं यत् सुखदुःख वा अनुभवति तयोः कारणं न उपलभ्येत। इमौ दोषौ एव कृत हानाकृताभ्यां गमौ इति शास्त्रे व्यवह्रियते। महोदय तावत् तत्र तावत् तावत् तस्य मध्यमपरिमाणत्वे सः अनित्यः स्यात्, यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादिदृष्टं। यस्य मध्यमपरिमाणम् अस्ति सः अनित्यः तथा विनाशी इति वयं घटादि इति उदाहरणे वयं दृष्टम्। यस्य मध्यमपरिमाणम् अस्ति सः पदार्थः अनित्यः तथा विनाशी, अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्। जीवस्य यदि परिमाणः मध्यमपरिमाणः अस्ति तर्हि सः अपि विनाशी स्यात् नियमेन। अस्तु तथा किं तेन, तथा सति पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशः नाशः स्यात् इति एकः दोषः। पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशः नाशे नाशः स्यात् इति एकः दोषः। अत्र कस्मिन् पक्षे दोषः भवति, कस्मिन् पक्षे दोषः भवति? अत्र व्याख्यायां मध्यम विनाशीपक्षे तत्र दोषः भवति। अनित्यत्वं अनित्यत्वपक्षे तत्र दोषः, पूर्वजन्मनि यत् पापं पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयो नाशेः नाशः स्यात्। तस्य पूर्वजन्मे यत् पापं पुण्यं कृतम् आसीत् तेन कारणेन वा तेन यत् कर्म वा यत् सः आसादितं प्राप्यं तेन तस्य नाशः भवेत्, तेन कारणेन सः विनाशी न भवितुम् अर्हति सः इति एकः दोषः। अत्र अत्र कस्य नाशः उक्तः? जीवस्य जीवरूपाश्रयनाशे नाशः स्यात् स्यात्। न न, जीवस्य नाशः नास्ति अत्र, किञ्चित् पुनः यदि जीवात्मा अनित्यः इति स्वीकुर्मः तस्मिन् पक्षे किं भवति? जीवात्मनः तत्र पापं पुण्यं तेन आर्जितं पापं पुण्यं पापस्य अपि च पापानां पुण्यानाम् आश्रयः कः? जीवात्मा एव किल, जीवात्मा। यदि जीवात्मनः नाशः स्वीकुर्मः, यदि जीवात्मनः नाशः स्वीकुर्मः तर्हि पापपुण्यानां नाशः अपि अङ्गीकर्तव्यः। नाशः अपि तत्र अङ्गीकर्तव्यम्। आधारनाशे आदेयनाशः भवति। आमाम् इति कृत्वा तत्र तदेव दोषः भवति, पापपुण्यस्य दोषः नाशदोषः भवति। अग्रे महोदय, अपरस्य अपरस्य इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न उपलभ्येत। अपरस्य इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न उपलभ्येत। सुखं दुःखं सुखं वा दुःखं यत् वयम् अनुभवामः तदपि न उपलभ्येत। तत्र यत् पद्धत्या पापपुण्यं गच्छति सः अनुभवः अपि तत्र गच्छति। हा, इत्युक्ते तस्य कारणं सुखं वा दुःखस्य कारणं यद् जीवात्मा अस्ति सः कारणमपि न उपलभ्येत तत्र। अत्र इदानीम् अहम् एवमेव गच्छन्नस्मि किन्तु तत्र शिलाखण्डं तत्र मम पादौ स्पृष्ट्वा अहं तत्र मया पतितम् अहं पतितवान् तत्र महान् वेदना मया अनुभूतः। किमर्थम् एतादृशम् अभवत् इति चेत् अहं तत्र पूर्वपुण्यपापं किमपि आसीत् अतः एव एतादृशवेदना मया अनुभूता वर्तते इति अहं वदामि किल। यदि तत्र जीवात्मनः नाशः अनित्यत्वं स्वीकृतं चेत् तत्र पूर्वजन्मनि कृतं पापं पुण्यम् अपि नश्यति। यदि तस्य नाशः अङ्गीकुर्मः तर्हि इदानीं यद् वेदना या वेदना मया अनुभूता वर्तते तस्य कारणं न वक्तुं शक्यते किल इति दोषः भवति। महोदय अस्ति किम्? अस्तु, प्रायः इमौ दोषौ एव कृतहान अकृत अभ्युपगमौ इति शास्त्रे व्यवह्रियते इति दत्तं। तस्मिन् विषये अग्रिमसप्ताहे वयं चर्चयिष्यामः। अत्र कस्यापि एतावत्पर्यन्तं सन्देहः वर्तते वा? अस्तु क्षम्यतां महोदय, किञ्चित् खण्डितः अभवत् मध्ये। आमामाम् अत्र मया अहं वदन्नासीत् तत्र यदि जीवात्मनः अनित्यत्वं स्वीकुर्मः एकनिमिषं, तत्र कुतः प्रतिध्वनिः आगच्छति? सर्वे कृपया म्यूट् मध्ये भवन्तु। हा, यदि जीवात्मनः अनित्यत्वं वयं स्वीकुर्मः तर्हि तेन आर्जितपुण्यपापस्यापि नाशः स्वीकर्तव्यः भवति। यदि तादृशं नाशस्य स्वीकरणं कुर्मः अस्मिन् जन्मनि यत् सुखं वा दुःखं वा मया अनुभूयते तस्य कारणं न वक्तुं शक्यते इति मया अहं वदन् आसीत्। तत्र शिलाखण्डं स्पृष्ट्वा अहं पतितवान्, अनेन महान् वेदना मया अनुभूतः। तत्र पूर्वजन्मनि प्रायः मया किमपि पापं कृतम्, अनेन एव एषा वेदना मया अनुभूता इति न वक्तुं शक्यते किल। इति कृत्वा तत्र पापपुण्यस्य अस्मिन् जन्मनि अपि वर्तमानत्वं स्वीकर्तव्यम् इति चेत् तत्र जीवात्मनः अपि नित्यत्वं स्वीकर्तव्यम्। तत्र पूर्वजन्मनि यः जीवः आसीत् सः एव जीव अस्मिन् जन्मे अपि वर्तते इति स्वीकर्तव्यं भवेत् इत्यतः तस्य नित्यत्वं स्वीकर्तव्यं भवति। नित्यत्वं स्वीकर्तव्यं भवति चेत् तत्र विभुत्वमपि स्वीकर्तव्यमेव। किमर्थमित्युक्ते यद्विभुः अस्ति तदेव नित्यः किल। यद् मध्यमपरिमाणमस्ति तस्य नित्यत्वं न स्वीकर्तव्यं शक्यते, किन्तु परमाणुपरिमाणमपि स्वीकर्तुं शक्यते। तत्र परमाणवः नित्याः इति अस्माभिः अधीतं किल। इत्यतः तत्र निश्चयेन मध्यमपरिमाणं न स्वीकर्तुं शक्यते। एकस्मिन् पार्श्वे विभुत्वं स्वीकर्तव्यं, नो चेत् परमाणुपरिमाणं स्वीकर्तव्यम्। अग्रे आयास्यति परमाणुपरिमाणं स्वीकरोति चेत् तत्र कः क्लेशः भवति इति, अस्मिन् विषये अग्रिमवर्गे पश्यामः। अस्तु, सर्वेषां धन्यवादः, नमस्कारश्च। धन्यवादः।